सरला भगिनी, कृपया विभाषा लियते इत्यस्मिन् विषये वदतु। विभाषालयस्य आरभ्य गतसप्ताहे किं प्रश्नः अस्ति तस्य समाधानं महोदय पुनः विभाषालयते इति सूत्रं लिखितवान्, तो तस्य इदानीम् अहं पठामि। लिङ् श्लीषणे लीश्लीषणे इति द्वौ धातु विभाषालीयते। लिङ् श्लीषणे द्वादौ लीश्लीषणे क्रियादौ इत्यनयो विकल्पेन आत्वादेशो भवति एचः विषये। लियते इति पदे यक् प्रत्ययुक्तनिर्देशः न तु श्यन् प्रत्ययः, अतः सिद्धान्तकौमुद्यां लियते इति यकानिर्देशो न तु श्यना। लीलोङोरात्वं वा स्यात् एच् विषये ल्यपि च, अनेन ज्ञायते यत् लियते इत्यनेन ली धातु श्ना प्रत्ययुक्त अपि श्यन् प्रत्ययुक्त अपि द्वादौ च क्रियादौ च द्वयोः अपि प्रयोजनम् अस्ति अस्मिन् सूत्रे। पूर्वसूत्रे मिनाति मिनोति दीङा ल्यपि च इत्यस्मिन् एचः इति पदेन सह निमित्त इति शब्दात् आसीत्। एच निमित्तविषये इति अत्र अपि तथैव भवति। विभाषा प्रथमान्तं लियते षष्ट्यन्तं द्विपदमिदं सूत्रं मीनाति मिनोति दीङा ल्यपि च इत्यस्मात् ल्यपि इत्यस्य अनुवृत्ति आदे च उपदेशेष्यति इत्यस्मात् आत् एच इत्यनयो अनुवृत्ति अनुवृत्तिसहितसूत्रं लियते आत् विभाषा ल्यपि च एच निमित्तप्रत्ययविषये। विभाषा लियते इति सूत्रम् अस्ति, तत् अस्मिन् सूत्रे लिङ् श्लीषणे द्वादौ लिङ् श्लीषणे क्रियादौ द्वौ धातौ अन्तर्भूत अस्ति। कथं जानीमः द्वौ धातौ अन्तर्भूत अस्ति? सिद्धान्तकौमुद्याम् इति लिखितम् अस्ति लीलोङ् ओ रात्वं वा स्यात् एच् विषये ल्यपि च, अने इति सूत्रम् अस्ति साधु भगिनी, लीलोङो रात्वं वा स्यात् एच् विषये ल्यपि च। सो ली लीङो रात्वं दृश्यते भगिनि, प्रायः सिद्धान्तकौमुदी वाक्यम् अस्ति खलु तावदेव। अस्तु, सो ली ली द्विवारम् अस्ति। श्लेषणे इति श्लीषणे इति उक्तवती, श्लेषणे इति एकारः अस्ति। ओ एक आम् श्लेषणे, क्षम्यताम्। सो ली ली द्विवारं यत् अस्ति तत् धातु द्वादौ अपि क्रियादौ द्वयो धातु गृहीतम् अस्ति। द्वादौ इति श्यन् प्रत्ययुक्त यत् अस्ति या श्ना प्रत्ययुक्त इति मन्तव्यं विभाषा लियते, किन्तु लियते इति पदं यक् प्रत्ययुक्त अस्ति न तु। महोदयस्य प्रश्नः आसीत् कथं विभाषा लियते इति दत्तमस्ति न तु यथा अष्टपा निर्दिष्टम् एका निर्दिष्टं कथम् इति नास्ति, तो तत्र समाधानम् अस्ति इति यक् प्रत्ययुक्तनिर्दिष्टम् अस्ति न तु श्यन् वा श्ना प्रत्ययुक्तनिर्दिष्टम् अस्ति इति तस्य उत्तरम् अस्ति शुकमहोदयस्य प्रश्नस्य इति। तो किन्तु अर्थम् एवमेव यत् वयं कृतवन्तः गतसप्ताहे उपदेश अवस्थायां यदि जायमानगुण भवति तत्र अत्र तस्यान् वाश्ना द्वयो मध्ये सार्वधातुकप्रत्ययाः सन्ति, किन्तु प्रसक्ति अस्ति सार्वधातुक आर्धधातुक इति सूत्रस्य, किन्तु प्राप्तिः नास्ति कारण किश्यन् सार्वधातुक अपित् श्ना अपि सार्वधातुकम् अपित्। सो उपदेशे अवस्यामे ऐकार जायमान अस्ति किन्तु तस्य पूर्वम् एव आकार आत्वं भवति इति सूत्रमस्ति। लियते आत् विभाषा ल्यपि च एच् निमित्त प्रत्ययविषये। सो लियते इति ली धातोः द्वादौ वा श्नौ धातु श्नौ क्रियादौ धातु आत् विभाषा विकल्पेन आत् आदेशः भवति लपि च विषये अपि, यदि एच् निमित्तं एच् निमित्तं प्रत्यपरे अस्ति तत्र। सो अस्माकं त्रिच् तुमन् तव्यत् एच् ए सार्वधातुक अर्धधातुकप्रत्ययः, सो एच् निमित्तं प्रत्ययः आसीत् किन्तु तस्य गुणः न भवति, किन्तु आत्वं भवति, आत्वं भूत्वा आकारान्तदातव सर्वे अनितः, अतः गुणः न भवति. एकस्मिन् पक्षे गुणः भवति अन्यस्मिन् पक्षे विभाषा, क्षम्यतां, हा एकस्मिन् पक्षे आत्वं विकल्पेन भवति, सो एकस्मिन् पक्षे आत्वं भवति, एकस्मिन् पक्षे आत्वं न भवति. यस्मिन् पक्षे आत्वं भवति तत्र यथा विल्लि, तत्र ईकारस्य स्थाने ला भवति, वि इति उपसर्गपूर्वं, सो विलातव्य, विलातव्या, विलातव्यं, तथैव विलातमुन् या विलातृ इति प्रातिपदं भूत्वा विलाता, विलात्री, विलातृ इति भवति. आत्वभावे तत्र आत्वस्य अभावः अस्ति तत्र गुणः भवति. विल्ले सार्वधातुकार्धधातुकेन एक अधेन गुणः भूत्वा विल्ले आगच्छति, सो विलेता तृच् प्रत्यये विलेता, विलेत्री, विलेतृ, यत्र तुमन् अस्ति तत्र विलेतुं, यत्र तव्यं तव्यत् अस्ति तत्र विलेतव्य, विलेतव्यं, विलेतव्यः इति भवति. अवगतम्. अरुणा भगिनी भवती अग्रे पठतु. भगिनि मम कर्प कम्प्यूटर् मध्ये करपत्रं न आगतवती. अपि महोदय करपत्रं ट्यूस्डे करपत्रं अत्र समथिङ्ग् इट् कम्स् एस् ए ओन्लि ध्वनिमुद्राणि, ऐ डोण्ट् सी द होल् थिङ्ग्. ध्वनिमुद्रे पार्श्वे करपत्रं महोदय लिखतं, तत्र अपि प्राप्तुं शक्नोमि, प्राप्तुं शक्नोति. उकारान्तदातव महोदय झटिति कृतवान् उकारान्तदातव, कारणं कि वयं पूर्वं कृतवन्तः, सो सः विद्याभगिनीम् उक्तवान् मुख्यबिन्दव के सन्ति, कानि भेद कुत्र कुत्र आगच्छति इति कृत्वा झटिति कृतवान् उकारान्तदातु. वयं पठितुं शक्नुमः भगिनि, वयं पठतु भगिनि. सामान्यः उकारान्तदातः भगिनी अपि अस्ति, पृष्ट्वा भगिनी पठतु वा भगिनि. Hey, Bhagini. I have to ukara, I have to look at the ukara. Okay? Okay, just give a little karpatra. Who is she? Namaste, Mahoji. Namaste, Mahoji. Naa, Bhagini. Tattva Puriya Arabhya Patatila. Samanya Aranta Data Vahai. मणिमहोदय भवतः समीपे अस्ति वा करपत्रं पठति वा? ऊदुपददातु न भगिनि, उकारान्तदातु. पुटं स्वीकरोतु, तस्मात् तर्हि सुब्रह्मण्यमहोदय अहमेव महोदय. सामान्याः उकारान्तदातवः, अत्र गुणकार्यं भवति यथा अपेक्षिता. ध्वनिः अस्ति वा महोदय? ध्वनिः अस्ति महोदय. अत्र गुणकार्यं भवति यदा अपेक्षितं सार्वधातुक अर्धधातुकयोः इति सूत्रेण. यु रु नु स्नु चु स्नु इत्येतान् दातुं त्यक्त्वा अन्ये सर्वे एकाच उकारन्ददातवः, अनीटः अनीट् उकारन्ददातवः सर्वे यूतः चुनु अक्टो पर्यन्तं उकारं दातवः कोष्टके आसीत् सेट् इति, अन्य उकारान्तः अनीति इति, अतः भूयोः तव्यात् सार्वधातुकार्धयो इत्यनेन गुणः भूत्वा हो योः तव्यात् होतव्य इति प्रातिपदिकं, होतव्यः होतव्या होतव्यम् इति त्रिषु लिङ्गेषु. अनन्तरं तुमुन् प्रत्यये अपि तदेव हूयोः तुमुन् सार्वधातुकार्धयोः को योः तुमुन् को तुम् इति तुमुनन्तं. तृच् प्रत्यये परे अपि हूयोः तृच् होतृ इति प्रातिपदिकं, पुल्लिङ्गे होता, श्रीलिङ्गे होत्री, होतृ इति नपुंसलिङ्गे. एवमेव द्रु योः तव्य सार्वधातुकार्धकृतेन गुणः भवति. द्रो योः तव्यत् ग्रोतव्यः, द्रोतव्य प्रातिपदिकं, द्रोतव्यः द्रोतव्या द्रोतव्यम् इति नपुंसलिङ्गे. तुमुन् प्रत्यये परे अपि द्रो योः तुमुन् द्रोतुम् इति. अनन्तरं तृच् प्रत्यये अपि दृ योः तृच् सार्वधातुकार्धकृतेन गुणः भवति. द्रो योः तृ द्रोतृ द्रोता पुल्लिङ्गे, द्रोत्री श्रीलिङ्गे, द्रोतृ इति तमसलिङ्गे इति उकारः. षड् षट् पठामि वा? षड् षट् उकारान्तदातवः यु रु नु श्नु चु चुनु इत्येते धातवः षट्. यूयोः इतव्य सार्वधातुकार्धकृतेन यो भवति गुणः भूत्वा यो योः इत्यव्य यचोराग इत्यनेन अयादेशः यवितव्य यवितव्यम् इति प्रातिपदिकं, यवितयः यवितव्या यवितव्यम् इति त्रिषु लिङ्गेषु. तुम् प्रत्येकरे अपि यूयोः इ तुमुन् सर्वात्मकं यो भवति योः इतुम् यचोराग इत्यनेन यवितुम् इति. अनन्तरं तृच् प्रत्यये अपि यूयोः इयोः तृच् सार्वधातुकेन गुणः भवति. यो योः इतृ यचोरागेन यवितृ इति प्रातिपदिकं, यविता यवितृ यवितृ इति त्रिषु लिङ्गेषु. एवमेव यूरु नु श्नु चु चुनु इति. महोदय धन्यवादः. पठामि भगिनि. उकारान्ताः कुटादे धातवः, उकारान्ताः कुटादे धातवः ग्वाङ्कुटादिभ्यो इङ्ट् इङ् धातोः स्थाने यः गाङ् धातुः तस्मात् च कुटादिगणेभ्यः धातुभ्यः निट् निट् निट् भिन्नप्रत्ययः निद्वत् भवति. कुटादिगणे पञ्चत्रिंशत्तमं धातवः सन्ति. सर्वे धातवः तुदादिगणे सन्ति. कुट आदि एष्यां केवलं ओके कुट आदि एषां ते कुटादयः बहुव्रीहि. गाङ् च कुटादः कुटादयश्च ते गाङ् कुटादयः तेभ्यः कुटादिभ्यः. च न च तयोः इतरेतरद्वन्द्वः नौ इनौ इतौ यस्य सा निनित् बहुव्रीहि. न निनित् अनिनित् द्वन्द्वगर्भ बहुव्रीहि. सूत्रं स्वयं सम्पूर्णं गाङ्कुटादिभ्यः अनिनित् तव्यत्वं वयं जानीमः. कुटादिभ्यो सूत्रे पञ्चत्रिंशत्तमं सूत्र धातवः तुदादीयगणे एव सन्ति. ते सन्ति नित्वत् भवति. अत्र इङ् धातोः गाङ् इति विवरणमस्ति. इङ् धातोः स्थानेन यः गाङ् धातुः आदेशः भवति तस्मात् च कुटादिगणेभ्यः धातुभ्यः निमित्तमस्ति. नित् नित् भिन्नप्रत्ययः निद्वत् भवति. तव्यत् तुमुन् तृच् प्रत्ययः नित् नित् भिन्नाः इत्यतः गाङ्कुटादिभ्यः धातुभ्यः एते सर्वे निद्वत् भवति ततः सर्वत्र किञ्चित् च सूत्रेण गुण्निषेधः भवति तव्यत्मुन्तृच् प्रत्ययः गाङ्कुटादिभ्य प्रत्यय भिन्ना अस्ति नित् भिन्नाः इत्यतः निद्वत् भवति प्रत्ययः तव्यत् मुञ्च् निद्वत् भवति ततः सर्वत्र किञ्चित् च इति सूत्रेण गुणनिषेधः भवति किञ्चित् च अपि पठामि भगिनि केवलं यः प्रत्ययः गित् खित् अथवा नित् अस्ति अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म सः गुणः वृद्धिः न भवति अनुभूतिसहितसूत्रं किञ्चित् च इकः गुणवृद्धि न किञ्चित् च इति सूत्रं वदति कित् अथवा नित् प्रत्य अस्ति चेत् उपदायाम् इक् वर्णः गुणः वा वृद्धिः न भवति सामान्यतया सार्धधातुकार्धधातुक इदानीं गुणः भवति परन्तु अत्र किञ्चित् नित् भवति प्रत्ययः तदनन्तरं गुणनिषेधः भवति गु परि पुरिषोत्सर्गे गु धातु तया तव्यत् तव्यद् आदधातुकप्रत्ययः कामान्यतया गुणः भवति परन्तु गु धातु गाङ्कुटादिभ्यो नित् इति सूत्रेण गुणनिषेधः भूत्वा गुतव्यः तदेव गुयवतुमुन् गुतुं गुयवतृच् गुतृ प्रातिपदिकं गुता गुत्री गुतृ इति रूपाणि तदा एव धृधातु अपि गतिस्तयेः ययोः द्रुतव्यः गुणनिषेधः भवति गुणादि गुटादिभ्यः गुणात् अन्तर्भूतगुणधातुः अस्ति धृतृ एवमेव कुड शब्दे धातोः प्रसङ्गे अपि कुतुं कुत्ता कुत्री कुत्र धन्यवादः अग्रे पुष्पा भगिनि पठति वा भगिनि ऊर्णु धातुः इति प्राप्तवती वा करपत्रम् अस्तु अहं पठामि अग्रे अस्ति न पूर्वे अस्ति पूर्वे स्तः कुत्र अस्ति भवती कुत्र उद्देश्य वदति इति न जानामि भगिनि keeps moving, that's my problem. When I didn't turn the computer, you know, phone down or anything. Samapya, ukarant dhatu nam pashyato, aduna ham urnu dhatu ho vishya ham patami. Nu asti yatra, nu du. Na bhagini, urnu dhatu nam dhatu ho vishya krapya anvishyato, tavat aham patami. Asti. Urnu dhatu ho, vibhashor na, asti. Vibhashor no ho. ऊर्णु धातुतः विधीयमानः इडादिप्रत्ययः विकल्पेन निद्वद्भवन्ति विभाषा प्रथमान्तम् ऊर्णोः पञ्चम्यन्तं द्विपदमिदं सूत्रं द्विज इट् इत्यस्मात् इत् इत्यस्य अनुवृत्तिः गाङ्कुटादिभ्यो निमित् इति इत्यस्मात् मित् मित् इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रं सहितं सूत्रम् ऊर्णोः इट् मित् विभाषा यथा ऊर्णुयोगः इ तव्य योगः तव्यै तत्र अनेकालस्ति इति कृत्वा सेट् अस्ति तर्हि इडागमः भवति तत्र नित्यम् इडागमः भवति सेट् दत्तम् अस्ति तर्हि ऊर्णयोगः इ योगः तव्य इडागमः प्रत्ययः अस्ति तव्य तु इडादिप्रत्ययः अस्ति इतव्य इति इडादिप्रत्ययः तदा किं भवति अत्र निद्वद् भवति गुणकार्यं न भवति तदा इतव्यविकल्पेन नित्वत् अतः ओके विभाषा इत्यनेन विकल्पेन नित्वत् भवति अतः निति च इत्यनेन एकस्मिन् पक्षे गुणनिषेधः ऊर्णयोगः इतव्य इति भवति तदा अतिष्णुधातु ब्रुवाङ्ग्योर्योङ्ग इत्यनेन उकारान्तधातुरूप्यग्नस्य उकारस्य स्थाने उवङ्गादेशो भवति अजादिप्रत्यये परे तर्हि ऊर्णुवितव्यम् इति यत्र ऊर्णु इति इडागमः यत्र क्षम्यतां मित्वत् न भवति तदा तु ऊर्णो प्लस् इतव्य भवति ऊर्णो इत्यस्मिन् ओकारः एचोयवायावः इति सूत्रेण ओकारस्य अव् आदेशः भूत्वा ऊर्णवितव्यम् इति भवति तदा ऊर्णुवितव्यः ऊर्णुवितव्य ऊर्णवितव्यम् इति एकस्मिन् पक्षे अन्यस्मिन् यत्र गुणनिषेधः भवति अन्यस्मिन् पक्षे ऊर्णविता क्षम्यताम् ऊर्णवितव्यम् ऊर्णवितव्य ऊर्णवितव्यम् इति तदेव अग्रे दत्तमस्ति ऊर्णो प्लस् इतव्य सारधातुकार्धातुकयो इत्यनेन ऊर्णो योगः इतव्य एचोयवयवः इत्यनेन ऊर्णवितव्यम् इति तथा एव ऊर्णयोगः तुमुन् इत्यस्मिन् प्रथमपक्षे यत्र निति च भवति यत्र विकल्पेन इदागमः क्षम्यतां विकल्पेन निद्वद् भवति तदा तु ऊर्णयोगः इतुम् इत्यस्मिन् अत्र गुणनिषेधः प्रथमं तदनन्तरम् अचिष्णुधातु ब्रुवाङ् युवोरियङ् वङ्गौ इति सूत्रेण ऊर्णोवितुम् इति भवति अन्यस्मिन् पक्षे सार्वधातुकार्धात्योः इत्यनेन गुणः ऊर्णो भवति तदनन्तरम् एचोय वायावः तर्हि ऊर्णवितम् इति पुनः ऊर्णुयोगः तृच् इति यत्र भवति ईतृच् इति इडागमः भूत्वा तदा तु नित्वत्पक्षे ऊर्णुविता इति ऊर्णुवितृ इति प्रातिपदिकम् ऊर्णुविता ऊर्णवित्री ऊर्णुवितृ इति यत्र इडागमः क्षम्यतां निद्वत् यत्र न भवति तत्र गुणकार्यं भूत्वा ऊर्णो ईतृ इति एचोयवायावः इत्यनेन ऊर्णवितृ इति प्रातिपदिकं पुल्लिङ्गे ऊर्णविता ऊर्णवित्री स्त्रीलिङ्गे ऊर्ण ऊर्णवितृ इति नपुंसकलिङ्गे प्राप्नुमः प्रश्नः नास्ति अत्र ऊकारान्त दातव्यः इति पठति वा भगिनी पुष्पभगिनी प्राप्तवती वा अधुना दीर्घ ऊकारान्त दातव्यः इति विजयित् वि आर् जम्पिङ्ग् फ्रम् वन् टु द अदर् दट्स् वै ऐ एम् अ लिटल् कन्फ्यूज्ड् नाउ न भगिनि स्थलद्वये दत्तानि सन्ति देयर् आर् टु प्लेसेस् वेर् दे महोदय हस् पुट् द सेम् सूत्र सेम् कार्यं यु नीड् टु पिक् द राइट् वन् राइट् वन् ऐ हैव् टु पिक् द राइट् वन् ओके दत्वा अतिदेश सामान्यम् अङ्गकार्यम् इगन्त दातवः सर्च् फार् इट् भगिनि सर्च् फार् द वर्ड यु शुड् सर्च् फार् इट् because there are so many I think it's ahead most probably you or now I see avitam okay I got mideer gunaik choyava te sarve agacchati mid okay rush not napaditam anvishatu bagini you can search for it yourself so we don't block everybody else yeah no it's a Okay, let me know once you figure out, right? Let me know once you figure out and then we can... All right. सरला भगिनी पठति वा भगिनी? अस्तु, उकारान्तधातव सामान्याः उकारान्तधातव अत्र गुणकार्यं भवति यथा अपेक्षितं सार्वधातुकार्धतकयोः इति सूत्रेण. इडागमपाठे सर्वे उकारान्तधातव सेत इति अधीतवन्तः. भूयोग ईयोगतव्यत् सार्वधातुकार्धधातुकयोः, भो योग ईयोगतव्य इचोयवायाव भवितव्यं. भूयोग ए योगतिं तुं सार्वधातुक आर्धधातुकयोः, भो योग ए योगतुम् एचो यवायाव भवितुं. भूयोग ए योगतृच् सार्वधातुक आर्धधातुकयोः, अनेन भो योग ए योगतृ एचो यवायाव भवितृ भविता इति. दीर्घ उकारान्तधातव वयं दृष्टवन्त अजन्तधातु आवल्यां सर्वे उकारान्तधातव सेट वयं दृष्टवन्त भू प्रतिनिधिरूपेण अस्ति. तो भू इदानीम् अत्र दत्तमस्ति तव्यत् भू इति धातु सेट अस्ति. तव्यत् ऋच् तुमन् प्रत्यावलादि सन्ति ते अपि आर्धधातुकबलादि, अनेन इडागम अनुकूल भवन्ति. तो तत्र इडागम भवति. तो इडागम भूत्वा भू योग ई यदि अस्ति प्रथमं सार्वधातुक आर्धधातुकयो अनेन गुण भवति. उकारस्य ओ भवति. भो भूत्वा एचो यवाय प्रसक्ति अस्ति, प्राप्ति अस्ति. अत्र भो योग अव आदेश भवति. सो भवितव्यम् इति भवति. सो भवितव्यं भवितव्यः भवितव्या इति त्रिषु लिङ्गेषु भवति. यदि तुमन् अस्ति तत्र भवितुं भवति. तृच् तत्र भवितृ इति प्रातिपदिकं. भविता पुल्लिङ्गे, भवित्री स्त्रीलिङ्गे, भवितृ इति नपुंसकलिङ्गे. तथैव पू धातु रूपाणि भवन्ति. पू अपि दीर्घ उकारान्तधातु सार्वधातुकार्धधातुकयो अनेन गुण. पो तदनन्तरम् एचोयवायवनेन अवादेश भवति. सो रूपाणि भवति पो पो पवितव्यं पवितव्या पवितव्यः पवितुं तुमन् यत्र त्रिश् अस्ति तत्र पवित्र इति भवति प्रातिपदिकं. पविता पवित्री पवित्र इति रूपाणि भवन्ति. अग्रे पठामि भगिनि. श्वेत धातव वस्तु अस्तु. तो इदानीं एतावत् पर्यन्तं वयं दृष्टवन्तः उकारान्त सामान्य उकारान्त अपि अन्यतः के अन्यतः सामान्य अन्यतः. तदनन्तरं दृष्टवन्तः के सेट उकारान्तधातव यथा यूरु नु शुश्रु स्नु. तदनन्तरं कुटादिगणीयधातव वयं दृष्टवन्तः उकारान्तधातव. तद् इदानीं दीर्घ उकारान्तसामान्य अपि सर्वे सेटः. इदानीं वयं वेटः वेट वेट इत्युक्ते अन्यत् अपि सेट अपि भवति. वयं जानीमः आवल्यां स्वरति सूति सूयति धून् उदितो. अनेन सूत्रेण वयं दृष्टवन्तः धू सु सु द्वे द्वौ इति धू द्वो धातु सु इति द्वो धातु. सो चत्वारः धातवः वेटः सन्ति उकारान्त. सो द्वौ द्वौ धातु धूञ् कम्पने स्वादौ क्रियादौ च. द्वौ सु धातु शूङ् प्राणिगर्भविमोचने अदादिगणीय. शूङ् प्राणी प्रसवे द्वादिगणे इति भवति. धू विधूनने धूञ् कम्पने चुरादि चेत् द्वौ धातौ सेटो. इडादिपक्षे तो इदानीं वयम् इडादिपक्षं पश्यामः. धू योग ई योगतव्य सार्वधातुक आर्धधातुकयोनने धो योग ई योगतव्य एचो यावायावनने धवितव्यं. सु योग ई योगतव्य सार्वधातुक आर्धधातुकयो अनेन सो योग ई योगतव्य एचो यवायाव सवितव्यं. सो धवितुं धवितृ धविता अपि एवमेव सवितुं सवितृ सवित् तास् अपि एवमेव. सो एदादिपक्षे वयं समानप्रक्रिया यथा उकारान्तधातव सेट उकारान्तधातव भवति, धू इति सेट् अस्ति, तव्यत् इदागम इत् तव्यत् वा इत् इत्तुम् वा इत् इता इति भवति प्रत्यय. गुण भूत्वा तदनन्तरम् एचो यवा याव प्रसक्तिः भवति, सो अवादेश भवति. सो धू इति तव्यत् भवति, इत्तव्यत् भवति, धवितव्यं, धवितव्या, धवितव्यः. तथैव तुमन् यदि अस्ति तद् धवितुं, यत्र त्रि अस्ति तत्र भवति धविता, धवित्री, धवित्र. सु यदि धातु अस्ति तत् अपि वयं जानीमः धू धातु अस्ति, कम्प अर्थमस्ति कम्पने, स्वादो या क्रियादो अपि चुरादिगण्यधातु अस्ति धून्. सु धातु अति अदादिगण्यधातु प्राणिगर्भविमोचने, वाद्यवादिगण्यधातु प्राणिप्रसवे. पर अर्धधातुकप्रत्यये यदि परे अस्ति तो रूपं समानं भवति. सो सु इति सवितव्यं, सवितव्या, सवितव्यः, सवितुं, सविता, सवित्री, सवित्र इत्यादि रूपाणि भवन्ति. इति भवति एदादिपक्षे. यदि अन्यदादिपक्षम् अस्ति तत्र अन्यत् अस्ति तत्र धातु यतो धू धातु अन्यत् अस्ति इदानीं, तु तव्यत् प्रत्यय अनुकूलं न भवति, तत्र इदागमनं भवति. सो केवलं सार्वधातुक अर्धधातुकयो तस्य प्रसक्तिः भवति, गुणं भवति, किन्तु तदनन्तरं केवलं वर्णमेलनं भवति. सो धोतव्यं, धोताव्यः, धोतव्या, धोतुं इति तुमन् धो त्रिश्चत्र अस्ति, धोता, धोत्री, धोत्र. तथैव यत्र सु अस्ति तत्र सोतव्यं, सोतव्याः, सोतव्यः, सोतुं, सोता, सोत्री, सोत्र इति रूपाणि भवन्ति. धन्यवादः भगिनि. मया अस्ति अत्र नो द्रु नो द्रु दु नो कुटादिदातवः. कुटादिगणे नु स्तवने द्रु विधूनने इति द्वौ ऊकारान्तदातवः स्तः, द्वावपि सेटौ, द्वयोरपि कुटादिगणीयत्वस्य गुणनिषेधत्वात् वन् आदेशः. नु स्तवने नुवितव्यं, नुवितं, नुवितृ, नुवित्री, नुवित्ता. धू विधूनने दुवितव्यं, दुवितुं, दुवितृ, दुवित्ता, दुवित्री, दुवित्र. नु ई नु योगः ई योगः तव्या, सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः प्रसक्तः. निति च इत्यनेन इति सूत्रेण गुणनिषेधः. नु योगः ई योगः तव्या. अचिष्णु धातु ब्रुवां योर् योर्ङौ इत्यनेन अजादिप्रत्यये परे यु अङ्गादेशः, उवङ्गादेशः. न योगः उ योगः इतव्य, नुवितव्य, नुवितव्य. अत्र नवितव्यम् इदागमपक्षेन अत्र नवितव्यम् अपि दीयते. तद् तु इदागमपक्षे एकमेव अस्ति भगिनि, नुवितव्य इत्येव अस्ति. परे नवितव्यम् इति वदति, नवितव्यम् इति अस्ति न भगिनि, अस्ति इति तथैव मया उक्तम् अस्ति. अत्र नवितृ, नवितुं, नवितृ अपि I think printing mistake, print mistake. सेट् दातवः सन्ति खलु तथैव प्रिण्टिङ्ग् टैपिङ्ग् मिस्टेक् नुवितव्यमेव इति ऐ हेव् रिफ्रेश्ड् द मै दिस् थिङ्ग् स्क्रीन् but it still comes like that, so it's not been corrected. It's okay. Yeah, it's right. Achishno, we know already. Achishno. Yeah. Grudhato ho vishya. Grudhato ho. Vach iti dhatva deshaha. Bru yoghatavyam. Bruvovachi iti anena. Bruvovachiradeshaha bhavati ardhadhatuka vishaye. वच् योगः तव्य वच् योगः तव्य चोः कुः इत्यनेन चवर्गस्य स्थाने कवर्गादेशः आदेशः भवति जलिपरे वक्तव्य वक्तव्यम् एकनिमिषम् एवमेव वक्तुं वक्तृ वक्ता वक्त्री वक्तृ अपि अस्ति ब्रुवोवचि वयं तमपि जानीमः न ब्रुवोवचिदेशः भवति आदधातुकविषये इकार उच्चारणार्थः ब्रुवः षष्ट्येकवचनं वचि प्रथमैक वचनं द्विपदमिदं सूत्रम् आर्धधातुके इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं ब्रुवः वचिः आर्धधातुके ऋकारान्तदादवः सामान्याः ऋकारान्तदादवः अत्र गुणकार्यं भवति यतो अपेक्षितं सार्वधातुक आर्धधातुकयोः इति सूत्रेण धातुः वृं वृङ् इति द्वौ धातुः सेटौ सुरु धातुः वेट् एतान् त्रीन् धातुन् विहाय अन्ये सर्वे एकाचः विकारान्तदातवः अनिट् कृयोः तव्यत् सर्वकार्यकृतेन गुणः भवति करयोः तव्य कर्तव्यम् इति कर्तव्यः कर्तव्या कर्तव्यम् इति रूपं तुं प्रत्यये सर्वगुणः भवति कर्योहत्तुं कर्तुम् इति अनन्तरं तृच् प्रत्यये परे कर्यो तृच् सर्वदातकृतेन कर्योः तृ कर्तृ कर्ता कर्त्री कर्तृ इति त्रिषु लिङ्गेषु तदेव ध्रुधातुः ध्रु योः तव्यत् सर्वदात्कादात्क उत्तीर्णगुणः भवति धर् योः तव्यत् धर्तव्य धर्तव्यः धर्तव्यं धर्तव्य दा श्रीलिङ्गे धर्तव्या इति तुम् प्रत्यये धर्तुम् इति तृच् प्रत्यये धर्तृ धर्ता धर्त्री धर्तृ इति त्रीणि रूपम् ब्रु योः तव्यत् सार्धात्क आर्धत्वेन गुणः भवति बर् योः तव्य भर्तव्य भर्तव्यः भर्तव्या भर्तव्यम् इति त्रीणि रूपाणि तुं प्रत्यये तदेव गुणः भवति बर् इति भर्तव्यं चमित भर्तुं त्रिच् प्रत्यये सार्धात्क गुणः भवति बर् इति अनन्तरं भर्तृ भर्ता भर्त्री भर्तृ इति त्रीणि सुलिङ्गेषु उरिङ् उरिङ् इति द्वौ धातुः सेटौ अत्र वृतो वा उरुधातुः ऋकारान्तदातोः ऋधातोः अपि च ऋकारान्तदातौ अपि धातुभ्यः धातुभ्यः इटौ वा दीर्घः भवति गुरु इत्यनेन उरुङ् उरिङ् सामान्य एव ग्रहणम् ब्रु योः इ योः तव्यत् अत्र सेटः अथवा गुणः भवति इकार आदेशः ब्रु योः इ योः तव्यत् सर्वदात्कृतेन रूपं गुणः भवति वर् योः इतव्य इदानीम् अनुदानसूत्रमस्ति विरुतो वा इति. अत्र ईकारस्य दीर्घः भवति विकल्पेन इति, अतः एकपक्षे ह्रस्वः वरितव्यम् इति विरुतो वा इति सूत्रेण वरीतव्यम् इति, वरितव्यः वरीतव्यः वरितव्या वरीतव्या वरितव्यं वरीतव्यम् इति त्रिषु लिङ्गेषु तुङ् प्रत्यये तत्रापि गुणः भवति वर इति योः इत्थं वृत्तवादिसूत्रेण वरित्युं वरीतुम् इति रूपं भवति. अनन्तरं तृच् प्रत्यये परे वृं योः इ योः तृच् वर् योः इतृ वृत्तवादिसूत्रेण वरितृ वरीतृ इति पुल्लिङ्गे वरीता वरिता वरीता, श्रीलिङ्गे वरीत्री वरीत्री, नपुंसकलिङ्गे वरीतृ इति रूपं भवति. धन्यवादः महोदय. वरितृ वरीतृ इति रूपम्. अनन्तरं वरि इति योः वक्तव्यं तत्रापि सार्वधातुकात् वर् भवति, इतव्यः वृत्तो वा कार्यं करोति अत्र, वर्तव्य वरितव्य वरितव्यम् इति, वरितव्यः वरीतव्यः वरितव्या वरीतव्यं श्री वरीतव्या वरितृ वरीतृ इति त्रीणि रूपाणि. तुं प्रत्यये अपि वरितुं वरीतुम्. अनन्तरं तृच् प्रत्यये परे वरितृ वरीतृ इति रूपं भवति, पुल्लिङ्गे वरिता वरीता, श्रीलिङ्गे वरीत्री वरीत्री, नपुंसकलिङ्गे वरितृ वरीतृ इति त्रीणि रूपाणि. सुरुधातुः वेट् इदानीं वेट् धातुः अस्ति, आवल्याम् अस्ति इति, इदानीपक्षे सुरु योः इत्यव्यात् सार्धातुकादिवर्तन गुणः भवति स्वर् इति, अनन्तरं इत्यव्यः स्वरितव्यः सरितव्यः सरितव्या सरितव्यम् इति स्वरितव्यम् इति त्रीणि रूपाणि. सुरु योः इथुं सार्धातुक आर्धातुकन स्वर् योः इथुं स्वरितुम् इति रूपं भवति. सुरु योः इ योः तृच् सार्धात्कादिवर्तन स्वर् योः इतृ स्वरितृ स्वरित सरित्री सरितृ इति त्रिषु लिङ्गेषु यदा अनिटः भवति अत्र सुरु योः तव्यत् सार्धात्कादिवर्तन स्वर् भवति, योः तव्य सर्तव्य सर्तव्यं तव्यः सर्तव्य सर्तव्यम् इति त्रिषु लिङ्गेषु. तुं प्रत्यये परे तदेव गुणः भवति सार्धात्कादिवर्तन स्वर्योः तुं सर्तुम् इति. तृच् प्रत्यये परे अपि स्तृ योः तृच् सार्धात्कादिवर्तन स्वर् भवति, योः तृ स्वतृ स्वर्ता स्वत्री स्वतृ इति रूपाणि. अग्रे अन्यः पठति वा? अन्यः अहमेव. अन्यः पठतु. अरुणा भगिनी पठति वा? ऋकारान्तदातवः अत्र गुणकार्यं भवति यथा अपेक्षितं सार्वधातुक आर्धधातुकयोः इति सूत्रेण. यथा अधीतवन्तः इदागमपाठे सर्वे एकाचः ऋकारान्तदातवः सेट्. उदाहरणं तृ, वयं जानीमः आवल्यामस्ति, दीर्घ ऋकारान्तदातवः सेट् इति, ततः सर्वदातुक आर्धयत्वेन गुणं भवति. तृ योगः इयोः तव्यत् सार्वधातुक आर्धधातुकयो इत्यनेन गुण सः भवति. उरण्डपर्ण रेफ अपि आगच्छति. थर् अर् भवति थर् इव इ तव्य तरितव्य ऋतो वा ऋतो वा इत्यनेन रोकारान्ते भ्यः च धातुभ्य इतो वा दीर्घो भवति. ओके, सूत्रं न दत्तं भगिनि. अत्र प्रथमं गुणं भवति, तदनन्तरं वृतो वा इत्यनेन रोकारान्तेभ्यः च धातुभ्यः इतो वा दीर्घः भवति. तरितव्य तरीतव्य भवति. जातः इदागमः दीर्घस्वरः भवति विकल्पेन. तरीतव्यः तरीतव्या तरीतव्यं तरी तरीतुं अन्यद् भेदमस्ति खलु. एकं तु तरितुम्, अन्यत् तरीतुं. तरीतु एवमेव तरितृ श्रुते पठामि भगिनि. सरितृ सरिता सरित्री शरीतृ भगिनि. भगिनि शरी इति दीर्घम् उच्चारयति, तस्य भेदः न श्रूयते. शरीतृ इति अनन्तरं शरीतृ इति प्रनौन्सिङ्ग् गोतर् दीर्घ. ओ क्षम्यतां भगिनि. शरीतृ शरीता शरीत्री शरीतृ तदेव शरीतव्य शरीतव्याः तव्या तरीतव्यं तरीतव्यः. ह्रस्वस्य किञ्चित् ह्रस्व उच्चारणं करोतु भगिनि. शरीतव्यं शरीतव्यं दीर्घं न भवति भगिनि. So you're pronouncing both somehow when we hear it, both sounds the same. When you have Jro, Gru, Jro, Jro, Atrapi, Jro, Gru, Dhatu, Asti, Atadeva, Atrapi, Jro, Dhatu, Padamam, Guna, Bhutva, Jar, Jaritavya, तदनन्तरं वृतो वा सूत्रेण दीर्घकार स्थाने दीर्घः भवति. जरीतव्यः जरीतव्यं जरीतव्या जरीतव्या जरीतुं समानानि सन्ति किमपि भेदः नास्ति. अत्र इतो वा दीर्घ इति वा रूपद्वयं भवति भगिनि. आं भगिनि, तदेव उक्तवती. ओके ओके, ऐ वास् नाट् सेयिङ्ग् इट् इति सर्वेषाम् अजन्तधातूनां तव्यत्तुमुतृच् रूपाणां सिद्धिः समाप्तः. न पठितवन्तः, पाठः समाप्तः खलु अद्यतनम्. एतावत्पर्यन्तं कृतवन्तः भगिनि. अद्य विरमामः वा? आं भगिनि, अद्य विरमः. धन्यवादः भगिनि, शुभरात्रिः.